उवाच देव देव महादेव त्रिकालज्ञ महेश्वर करुणाकर देवेश भक्तानुग्रहकारक अष्टोत्तर शतम् लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः देवी साधु महाभागे महाभाग्यप्रदायकम् सर्वैश्वर्यकरम् पुण्यम् सर्वपापप्रणाशनम् सर्वदारिद्र्यशमनम् श्रवणात् मुक्तिमुक्तिदम् राज्यवश्यकरम् दिव्यम् गुह्यात् गुह्यतमम् परम् दुर्लभम् सर्वदेवानाम् चतुष्षष्टिकलास्पदम् पद्मादीनाम् वरान्तानाम् विधीनाम् नित्यदायकम् समस्तदेव संसेव्यम् अणिमाध्यष्टसिद्धिदम् किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकम् तव प्रीत्याद्य वक्ष्यामि समाहितमनाश्रुणु अष्टोत्तरशतस्यास्य महालक्ष्मीस्तु देवता क्लीं बीजम् पदमित्युक्तम् शक्तिस्तु भुवनेश्वरी अङ्गन्यासः करन्यास स इत्यादिः प्रकीर्तितः ध्यानम् भक्ताभीष्टफलप्रदाम् हरिहर ब्रह्मादिभिर्सेविता पार्श्वे पङ्कज शङ्ख पद्मनिधिभिर्युक्ताम् सदा शक्तिभिः सरसिजनयने सरोज हस्ते धवलतराम् शुक गन्धमाल्य शोभे भगवति हरिवल्लभे मनोज्ञे त्रिभुवन भूतिकरी प्रसीद मह्यम् नमामि परमात्मिकाम् वाचम् पद्मालयाम् पद्माम् शुचिम् स्वाहाम् स्वधाम् सुधाम् धन्याम् हिरण्मयीम् लक्ष्मीम् नित्यपुष्टाम् विभावरीम् अदितिम् च दितिम् दीप्ताम् वसुधाम् वसुधारिणीम् नमामि कमलाम् कान्ताम् कामाक्षीम् क्रोधसम्भवाम् अनुग्रहपदाम् बुद्धिम् अनघाम् हरिवल्लभाम् अशोकाम् अमृताम् दीप्ताम् लोकशोकविनाशिनीम् नमामि धर्मनिलयाम् करुणाम् लोकमातरम् पद्मप्रियाम् पद्महस्ताम् पद्माक्षीम् पद्मसुन्दरीम् पद्मोद्भवाम् पद्ममुखीम् पद्मनाभप्रियाम् रमाम् पद्ममालाधराम् देवीम् पद्मिनीम् पद्मगन्धिनीम् पुण्यगन्धाम् सुप्रसन्नाम् प्रसादाभिमुखीम् प्रभाम् नमामि चन्द्रवदनाम् चन्द्राम् चन्द्रसहोदरीम् शिवकरीम् सतीम् विमलाम् विश्वजननीम् तुष्टिम् पुष्करिणीं शाताम् शुक्लमाल्याम्बराम् श्रियम् भास्करीं बिल्वनिलयाम् वरारोहाम् यशस्विनीम् वसुन्धरामुदाराङ्गाम् हरिणीं हेममालिनीम् धनधान्यकरीं सिद्धिम् त्रैण सौम्यां शुभप्रदा नृपवेश्वगतानन्दा वरलक्ष्मीं वसुप्रदा शुभां हिरण्यप्राकारां समुद्रतनयां जयां नमामि मङ्गलां देवी विष्णुवक्षस्थलस्थितां विष्णुपत्नीं प्रसन्नाक्षीं नारायण समाश्रितां दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रववारिणीं नवदुर्गां महाकालीं ब्रह्म विष्णु शिवात्मिकां त्रिकालज्ञान सम्पन्नां नमामि भुवनेश्वरीम् वनितां लोकैकदीपां पुरां श्रीमन्मन्दकटाक्षलब्धविभवत् ब्रह्मेन्द्र गङ्गाधरां त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्द प्रियां मातर्नमामि कमले कमलायताक्षी श्रीविष्णुहृत्कमलवासिनि विश्वमातः क्षीरोदजे कमलकोमलगर्भगौरी लक्ष्मी प्रसीद सततं नमतां शरण्ये ध्वंसनं कृत्वा सर्वमाप्नोति यत्नतः देवी नाम सहस्रेषु पुण्यमष्टोत्तरं शतं येन श्रियमवाप्नोति कोटिजन्म दरिद्रतः भृगुवारे शतं धीमान् पठेद् मत्सरमात्रकम् अष्टैश्वर्यमवाप्नोति कुबेरैव भूतले दारिद्र्यमोचनं नाम स्तोत्रमम्बा परं शतं येन श्रियमवाप्नोति कोटिजन्म दरिद्रतः भुक्त्वा तु विपुलान् भोगानस्याः सायुज्यमाप्नुयात् प्रातः काले पठे नित्यं सर्वदुःखोपशान्तये पठन्स्तु चिन्तये देवी सर्वाभरणभूषिता